सः सत्यकामः हरिद्रुमतं हरिद्रुमतो अपत्यं हरिद्रुमतं गौतमं गोत्रतः एत्य गत्वा उवाच ब्रह्मचर्यं भगवति पूजावति त्वयि वत्स्यामि अतः उपेयम् उपगच्छेयं शिष्यतया भगवन्तम् इत्युक्तवन्तं तं ह उवाच गौतमः किं गोत्रः नो सौम्य आसीत् विज्ञातकुलगोत्रः शिष्य उपनेतव्यः इति पृष्ट्वा वृत्त्याः सत्यकामः सः उवाच नाहम् एतद्वेद भो यद्गोत्रो अहमस्मि किन्तु अपृच्छं पृष्टवान् अस्मि मातरं सा मया पृष्टा मां प्रति अब्रवीन् माता बहु अहं चरन्ति इत्यादि पूर्वत् तस्याहं वचः स्मरामि सोऽहं सत्यकामो जाबालोऽस्मि भो इति तगं होवाच न एतदब्राह्मणो विवक्तुमर्हति समिधं सौम्याहरौ पत्वानीष्येम् न सत्यादगा इति तमुपनीय कृशानाम् अबलानां चतुश्शतगा निराकृत्य उवाच इमाः सौम्य अनुसंव्रजेति ताभिप्रस्थापयन्नुवाच न असहस्रेण आवर्तये इति सह वर्षगणं प्रोवास ता यदा सहस्रकं सम्पेदुः तम् उवाच गौतमः नैतद्वच अब्राह्मणो विशेषेण वक्तुमर्हति आर्जवार्थसंयुक्तम् रुजवो हि ब्राह्मणा न इतरे स्वभावतः यस्मान्न सत्यात् ब्राह्मणजातिधर्मात् अगाः न अपेतवानसि अथ ब्राह्मणं त्वाम् उपनेष्ये अथ संस्कारार्थं होमाय समिदं सौम्याहर इत्युक्त्वा तम् उपनीय कृशानाम् अबलानां गोयूथान् निराकृत्य अपकृष्य चत्वारिशतानि गवां उवाच इमा गाः सौम्य अनुसंवृज अनुगच्छ इत्युक्तः ता अरण्यं प्रति अभिप्रस्थापयन् उवाच न असहस्रेण अपूर्णेन सहस्रेण न आवर्तेय न प्रत्यागच्छेय स एवमुक्त्वा गाः अरण्यं तृणोदकबहुलं द्वन्द्वरहितं प्रविश्य सः वर्षगणं दीर्घं प्रोवास प्रोषितवान् ताः सम्यक् गावः रक्षिताः यदा यस्मिन् काले सहस्रं सम्पेदुः सम्पन्ना बभूव इति चतुर्थखण्डभाष्यम् पञ्चमखण्डः अत हैनं वृषभोऽभिवादः सत्यकामा इति भगवतिः प्रतिशिष्टा प्राप्ताः सौम्यसहस्रं स्मः प्रापयान आचार्यकुलम् तमेतं श्रद्धातपोभ्यां सिद्धं वायुदेवत दिक्सम्बन्धिनी तुष्टा सती वृषभम् अनुप्रविश्य वृषभभावम् आपन्न अनुग्रहाय अतः एनं वृषभो अभिवाद अभ्युक्तवान् सत्यकामा इति सम्बोध्य तम् असौ सत्यकामो भगवतिः प्रतिशिष्टाव प्रतिवचनं ददौ प्राप्तः सौम्यसहस्रं स्मः पूर्णा तव प्रतिज्ञ अतः प्रापयनः अस्मान् आचार्यकुल ब्रह्मणश्च ते पादं ब्रवाणीति ब्रवीतुमे भगवान् इति तस्मै होवाच प्राची दिक्कला प्रतीचि दिक्कला दक्षिणदिक्कला उदीचि दिक्कला ये च वै सौम्यदशकलः पादौ ब्रह्मणः प्रकाशवान् नाम किञ्च अहं ब्रह्मणः परस्य ते तुभ्यं पादं ब्रवाणि कथयामि इत्युक्ते प्रत्युवाच ब्रवीतु कथयितु मे मह्यं भगवान् इत्युक्ते ऋषभः तस्मै सत्यकामाय ह उवाच प्राचीदिक्कल ब्रह्मणपादस्य चतुर्थभागः तदा प्रतीचिदिक्कल दक्षिणादिक्कल उदीचिदिक्कल एष वै सौम्य ब्रह्मणः पादः चतुष्कलः चतस्रः कलः अवयवाः यस्य स्वयं चतुष्कलः पादो ब्रह्मणः प्रकाशवान् नाम प्रकाशवान् इत्येव नाम अभिधानं यस्य तथा उत्तरेऽपि पादाः त्रयः चतुष्कलाः ब्रह्मणः स एतमेवं विद्वागुंश्चतुष्कलं पादं ब्रह्मणः प्रकाशवान् इत्युपास्ते प्रकाशवान् अस्मिन् लोके भवति प्रकाशवतोः लोकाञ्जयति एतमेवं विद्वागुं चतुष्कलं पादं ब्रह्मणः प्रकाशवान् इत्युपास्ते स यः कश्चित् एवं यथोक्तमेतं ब्रह्मणः चतुष्कलं पादं विद्वान् प्रकाशवान् इति अनेन गुणेन विशिष्टम् उपास्ते तस्य इदं फलं प्रकाशवान् अस्मिन् लोके भवति प्रख्यातो भवति इत्यर्थः तदा अदृष्टं फलं प्रकाशवतः लोकान् देवादिसम्बन्धिनः मृतः सञ्जयति प्राप्नोति एतमेवं विद्वान् चतुष्कलं पालं ब्रह्मणः प्रकाशवान् इत्युपास्ते इति पञ्चमखण्डभाष्यं षष्ठखण्डः अग्निष्ठैवानं भक्तेति सो भूते गाभिप्रस्थापयाञ्चकारात् यत्र अभिसायं बभूवुः तत्र अग्निमुपसमाधाय गा उपरुध्या समिधमाधाय पश्चादग्निः प्राम् उपोपविवेश सोऽग्निः ते पालं वक्त इति उपरराम ऋषभः सः सत्यकामः ह शोभूते परेद्युः नैत्यकं नित्यं कर्म कृत्वा गाः अभिप्रस्थापयाञ्चकरम् आचार्यकुलं प्रति ताः शनैः चरन्त्यः आचार्यकुलाभिमुख्यः प्रस्थितः यत्र यस्मिन् काले देशे अभिसायं निशायामपि सम्भुवुः एकत्र आभिमुख्यः सम्भूतः तत्र अग्निमुखसमादाय गा उपरत्य समिदमादाय पश्चादग्नेः प्राङ्मुखः उपविवेश ऋषभवचोऽध्यायम् तम् अग्निः अभ्युवाद सत्यकामा इति भगवतीह प्रतिशुश्राव तम् अग्निः अभ्युवाद सत्यकामा इति सम्बोध्य तम् असौ सत्यकामो भगवतीह प्रतिशुश्राव प्रतिवचनं ददा ब्रह्मणः सौमिते पादं ब्रवाणीति ब्रवीत् मे भगवानिति तस्मै होवाच पृथ्वीकला अन्तरिक्षं कला द्यौकला समुद्रकला येष वै सौम्यं चतुष्कलःपादो ब्रह्मणो अनन्तवान् नाम ब्रह्मणः सौम्यते पादं ब्रवाणीति ब्रवीत् मे भगवानिति तस्मै ह उवाच पृथ्वीकला अन्तरिक्षं कला द्यौकला समुद्रकला इति आत्मगोचरमेव दर्शनं अग्निः अब्रवीत् येष वै सौम्य चतुष्कलः पादो ब्रह्मणो अनन्तवान् नाम स एतमेवं विद्वांश्चतुष्कलं पादं ब्रह्मणो अनन्तवान् इत्युपास्ते अनन्तवान् अस्मिन् लोके भवति अनन्तवतोः लोकाञ्जयति एतमेवं विद्वांश्चतुष्कलं पादं ब्रह्मणो अनन्तवान् इत्युपास्ते स यः कश्चित् यथोक्तं पादम् अनन्तवत्त्वेन गुणेन उपास्ते स तथैव तद्गुणो भवति अस्मिन् लोके मृतश्च अनन्तवतोः लोकान् सजयति य एतमेवम् इत्यादि पूर्वत् इति षष्ठखण्डभाष्यं सप्तमः खण्डः हंसस्ते पादं वक्तेति स श्वभूते गा अभिप्रस्थापयाञ्चकाराता यत्र अभिसायं बभूवुः तत्र अग्निमुपसमाधाय गा उपरध्या समिनमाधाय पश्चादग्निः प्राङ्गुपोपविवेश तगं हगंस उपनिपत्यभिवादसत्यकामा इति भगवतीह प्रतिशुश्राव सोऽग्निः हंसः ते पादं वक्त इति उक्त्वा उपरराम हंस आदित्यः शौक्ल्या तु पतनसामान्याच्च सः शोभूते इत्यादि समान ब्रह्मणस्वामिते पादं ब्रवाणीति ब्रवीत् मे भगवानिति तस्मै होवाच अग्निः कला सूर्यकला चन्द्रकला विद्युत्कला येष वै सौम्यचतुष्कलपादो ब्रह्मणो ज्योतिष्मान् नाम स एतमेवं विद्वांश्चतुष्कलं पादं ब्रह्मणो ज्योतिष्मान् इत्युपास्ते ज्योतिष्मान् अस्मिन् लोके भवति ज्योतिष्मदोहं लोकाञ्जयति एतमेवं विद्वांश्चतुष्कलं पादं ब्रह्मणो ज्योतिष्मान् इत्युपास्ते अग्निःकला सूर्यकला चन्द्रकला विद्युत्कला येष वै सौम्य इति ज्योतिर्विषयमेव च दर्शनं प्रोवाच अतो हंसस्य आदित्यत्वं प्रदीयते विद्वत्फलं ज्योतिष्मान् दीप्त्युक्तो अस्मिन् लोके भवति चन्द्रादित्यादीनां ज्योतिष्मत एव च मृत्वा लोकाञ्जयति समानमुत्तरम् इति सप्तमखण्डभाष्यम् अष्टमखण्डः मद्गुष्ठे पादं वक्तेति स श्वभूते गा अभिप्रस्थापयाञ्चकाराता यत्र अभिसायं बभूवुः तत्र अग्निमुपसमाधाय गा उपरध्या समिधमादाय पश्चादग्निः प्राङ्गुपोपविवेश हंसोऽपि मद्गुष्ठे पादं वक्ता इति उपरः मद्गुः उदकचरः पक्षी स च अप्सम्मुन्दातु प्राणः सः श्वभूते इत्यादि पूर्वत् तं मद्गुः उपनिपत्य अभिवासत्यकामा इति भगवतिः प्रतिशिष्टाव ब्रह्मणस्वामिते पादं ब्रवाणीति ब्रवीत् मे भगवानिति तस्मै उवाच प्राणकला चक्षुः कला श्रोत्रं कला मनः कला येष वै सौम्य चतुष्कलः पादो ब्रह्मणः आयतनवान् नाम स च मद्गुः प्राणः स्वविषयमेव च दर्शनमुवाच प्राणकला इत्यादि आयतनवान् इति एवं नाम आयतन्नाम मनः सर्वकरणोपहृतानां भोगानां यस्मिन् पादे विद्यते इति आयतनवान्नाम पादः स एतमेवं विद्वांसः चतुष्कलं पादं ब्रह्मणः आयतनान्नमित्युपास्थ आयतनवान् अस्मिन् लोके भवति आयतनवतोमः लोकान् जयति एतमेवं विद्वांसः चतुष्कलं पादं ब्रह्मणः आयतनवान् इत्युपास्ते तं पादं तदैव उपास्ते यः स आयतनवान् आश्रयवान् अस्मिन् लोके भवति आयतनवतः एव सावकाशान् लोकान् मृतो जयति य एतमेवम् इत्यादि पूर्ववत् इति अष्टमखण्डभाष्यम् नवमखण्डः प्रापः आचार्यकुलं तम् आचार्याभिवादः सत्यकामः इति भगवैतिः प्रतिशुश्राव स एवं ब्रह्मवित् सन् प्रापः प्राप्तवान् आचार्यकुलं तम् आचार्याभिवादः सत्यकामः इति भगवैतिः प्रतिशुश्राव ब्रह्मविधि वैवै स्वाम्यभासि को न त्वानुजास इति अन्ये मनुष्येभ्य इति ह प्रतिज्ञे भगवांस्त्वैव मे कामे ब्रूयात् ब्रह्मविधिव वै सौम्यभासि प्रसन्नेन्द्रियः प्रहसितवदनश्च निश्चिन्तः कृतार्थो ब्रह्मविद्भवति अतः आचार्यो ब्रह्मविधिव भासीत् को नु इति वितर्कैन्यवाच कस्त्वाम् अनुशास इति स च अह सत्यकामः अन्यमनुष्येभ्यः देवता माम् अनुशिष्टवत्यः को अन्यो भगवच्छिष्यं माम् मनुष्यः सन् अनुशासितम् उत्सहित इत्यभिप्रायः अतो अन्ये मनुष्येभ्यः इति ह प्रतिजज्ञे प्रतिज्ञातवान् भगवांस्त्वैव मे कामे मम इच्छायां ब्रूयात् किम् अन्यैः उक्तेन नाहं तद्गणयामि इत्यभिप्रायः श्रुतकं ह्येव मे भगवदृशेभ्यः आचार्याद्धैव विद्याविद्या साधिष्टं प्रापति इति तस्मै ह एतदेव उवाच अत्र हन किञ्चन वियायेति वियायेति किञ्च श्रुतं हि यस्मात् मम विद्यते एव अस्मिन्नर्थे भगवदृषेभ्यो भगवत्समेभ्यः ऋषिभ्यः आचार्याद्धैव विद्याविदितसादिष्टं साधुतमत्वं प्राप्ति प्राप्नोति अथवा भगवानेव ब्रूयादित्युक्तः आचार्यः ब्रवीन् तस्मै तामेव दैवतैः उक्तां विद्याम् अत्र न किञ्चन षोडशकलाविद्यायाः किञ्चिदेकदेशमात्रमपि न वियाय न विगतम् इत्यर्थः दुरभ्यासो विद्यापरिणमाप्त्यर्थः इति नामखण्डभाष्यम्।